नमस्सर्वेभ्य समासचिन्तनवर्गे सर्वेषां स्वागतम्। येनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनिये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ऐयुण ऋलृक् एवम् ऐयौच् ऐवरट् लण् झवगणनं झवै घटदश् झवघटदश् कफचटतचटतौ कपै शशसर् हल् इति प्रत्याहारसूत्राणि उषभग्नि तत्पुरुषसूत्राणि वद आं महोदय वदति वा। तत्पुरुषः विगुश्च द्वितीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः स्वयं तेन खट्वा क्षेपे सामी कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः कर्तृकरणे कृता बहुलं कृत्यैरधिकार्थवचने अन्नेन व्यञ्जनं भक्ष्येण मिश्रीकरणं चतुर्थी ततर्थार्थबलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोडमुक्तपतितापत्रस्थैरल्पशः स्तोकान्तिकदूरार्थकृच्छ्राणिक्तेन सप्तमी शौण्डैः सिद्धशुष्कपक्वबन्धैश्च द्वाङ्क्षेणक्षेपे कृत्यैर्ऋणे संज्ञायां तेनाहोरात्रावयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन दिक्सङ्ख्ये संज्ञायां तद्धितार्थोत्तरपदसमाहारे च सङ्ख्यापूर्वोद्विगुः कुत्सितानि कुत्सनैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याघ्रादिभिः सामान्य अप्रयोगे विशेषणं विशेष्येण बहुलं पूर्वापरप्रथमचरमजगन्यसमानमध्यमध्यमवीराश्च श्रेण्यादयः कृतादिभिः तेन नैं विशिष्टेन अनैं सन्महत्परमोत्तमोत्कृष्टपूज्यमानैः वृन्दारकनागकुञ्जरैः पूज्यमानं कतरकतमौ जातिपरिप्रश्ने किं क्षेपे पोटा युवतिस्तोककतिपयगृष्टिदेहेनुवशा वेहद्बष्कयणी प्रवक्तृश्रोत्रियाद्यापकधूतैर्जातिः प्रशंसा वच्नैश्च युवाखलति फलितवलिनजरतीभिः कृत्यतुल्याख्या अजात्या वर्णोवर्णेन कुमारः श्रमणादिभिः चतुष्पादो गर्भिण्या मयूरव्यंसकादयश्च पूर्वापरादरोत्तरमेकदेशिना एकाधिकरणे अर्धं नपुंसकं द्वितीयतृतीयचतुर्थतुर्याणि अन्यतरस्यां प्राप्तापन्ने च द्वितीयया कालाः परिमाणिना नै ईषद् अकृता षष्ठी याजकादिभिश्च न निर्धारणे पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च त्रिजकाभ्यां कर्तरी च नित्यं क्रीडाजीविकयोः कुगतिप्रादयः उपपदम् अतिं अमैवाव्ययेन तृतीया प्रभृतीनि अन्यतरस्यां त्वाच तत्पुरुषसमासान्तसूत्राणि अस्ति। तत्पुरुषस्याङ्गुले सङ्ख्या व्ययादेः अहः सर्वैकदेशसङ्ख्यातपुण्याश्च रात्रे अह्नो न एतेभ्यां न सङ्ख्यादे समाहारे उत्तमैकाभ्यां च राजाः सखीष्भिष्टच् घोरतत्तिदलुकी अग्राख्यायामुरसः अनोष्णायाम् अनोष्णायासरसां जातसंज्ञो यो ग्रामकौटीभ्यां चतक्षणः अतेष्णः उपमानादिप्राणिषु उत्तरमृगपूर्वश्च स्तनः नावोदिगो अर्धा च खार्या प्राच्यां द्वित्रिभ्यामञ्जलेः अनन्तानतं नपुंसका छन्दसि ब्रह्मणो ज्ञानपदाख्यां कुमहदभ्याम् अन्यतरस्याम् इति सूत्राणि. गतवर्गे पयसा ओदनं तस्य समस्तपदस्य सन्धि विषये चर्चितमस्ति. तत्र भो भगो अखो अपूर्वस्य यो अशि एवं लोपशाकल्यस्य द्वयसूत्रयोः विवरणं दत्तमस्ति भगिन्या. तत् अवलोक्य चतुर्थी तत्पुरुषार्थ तत् सूत्रं प्रति गच्छामः. गोमती भगिनी, भवती जानाति न सूत्रम्? I think I know, but when I explain only, I will know what I do not know. So I will try. Okay. Yes, please. Saptama Binduhu. Saptama Binduhu. Payasa Odanaha. Samastapadam. Paya Odanaha. Paya Odanaha. Payasa Odanaha. Iti Dityam Rupam. Sutram Bhavati. भो भगो अघो अपूर्वस्य योषि अष्टम अध्याये तृतीयपादे सप्तम सप्तदश सूत्रम्. भो भगो अघो अवर्णपूर्वस्य रुशब्दस्य रेफस्य यकार आदेशो भवति अशिपरे. भो भगो अघो इत्येवं पूर्वस्य अवर्णपूर्वस्य च रो रेफस्य यकारादेशो भवति अशि परे. अनुवृत्तिसहितसूत्रं भो भगो अघो अपूर्वस्य रोः यः अशि संहितायाम् इति सूत्रम्. अनुवृत्तिसहितसूत्रं भो भगो अघो अपूर्वस्य रोः यः अशि संहितायाम्. अत्र संहितायाम् इति विवक्षा अस्ति. पूर्वपदं भो अथवा भगो अथवा अघो अथवा अवर्णपद शब्दाः भवन्ति. तत्र रे रु इति आदेशः भवति किमपि सूत्रेण. अतः यदा रु आदेशयुक्तं पदं यत्र भो रु भगो रु अघो रु अ इत्युक्ते सर्वाणि रूपाणि ग्रहणीयं ह्रस्व दीर्घ सर्वत्र. सो एतानि पदानि पूर्वम् अस्ति, परम् अशि प्रत्याहारवर्णः अस्ति, संहितायाः विवक्षा अस्ति चेत् तत्र रु इत्यस्य यकार आदेशः भवति. अत्र यकार इत्युक्ते यकार अनुनासिकयकार न भवति, केवलं यकार एव अननुनासिकयकारः भवति. अतः अत्र उदाहरणे पयसा ओदनः, अत्र सा इति पयसः आकारान्तशब्दः, अनन्तरम् ओदनः इति ओकारः अश् प्रत्याहारवर्णः अस्ति. पयसा ओदनः, तत्र पयसा इति पदमस्ति. अतः ससजुषोरुः इति सूत्रेण ऋत्वम् आदेशं भवति, ऋत्वादेशः भवति. पयस् इति क्षम्यतां, थेङ्क् यू भगिनि. पयस् इति प्रातिपदिकं, पयसा इति तृतीया विभक्ति अत्र. परन्तु पयसा इत्यत्र आकारः अस्ति, I wanted to say that. Tatra akara asti, because we are making samastapadam with payasa and odana. Atra payasa, anyway, let me think properly. Payasa odanaha, payas iti pratipadikam. Ataha, yada, when we make samastapadam, it becomes payas yoga, correct. Payas yoga odanaha iti. तत्र विभक्ति प्रत्ययस्य लोपानन्तरं पयस् इति पदं तिष्ठति. पयस् योगः ओद. तत्र पयस् इति सकारान्तपदम्, अतः ससजुषो रुः इति कार्यं करोति. पय रुः ओदनः इति रूपं. पयरुः, रुः अत्र अनुनासिक उकारस्य लोपः भवति इति संज्ञा भूत्वा पयर् ओदनः इति रूपम्. यदा पयर् ओदनः अत्र अत्र रेभः ऋकार आदेशात् आगतः, अतः भो भगो अखो अपूर्वस्य यो अशि एतत् सूत्रं कार्यं कर्तुम् आगच्छति. अपूर्वस्य इति सूत्रे अस्ति. अत्र पय रेभस्य पूर्वम् अकारः अस्ति, परं तु अशि प्रत्याहार ओकारः अस्ति, निमित्तानि पूरितानि. अतः रेभस्य स्थाने यकार आदेशः भवति. पय य ओदन इति रूपं मिलित्वा पययोदन, पययोदन इति रूपं पययो पयय पययोदन इति रूपं भवति. पययोदनः इति रूपं यदा भवति तदा लोपः शाकल्यस्य इति सूत्रं परसूत्रमस्ति. भो भगव भवपूर्वस्य तत् कार्यं कर्तुम् आगच्छति. लोपः शाकल्यस्य वदति यदा पदान्तम् अस्ति, पदान्तस्य अन्त्यवर्णस्य पूर्वम् अवर्णः अस्ति, अनन्तरं पदान्ते यकार वकारः अस्ति चेत्, परम् अश् प्रत्याहारवर्णः अस्ति चेत् यकार वकारस्य लोपः भवति इति लोपः शाकल्यस्य वदति. लोपः शाकल्यस्य इति रूपद्वयं भवति वा इति शाकल्यस्य मतेन रूपं पाणिनि स्मतं रूपम् एकम्. अतः तत्र रूपाणि भवन्ति पययोदन तत् तिष्ठति. लोपः शाकल्यस्य सूत्रेण पय ओदन यकारस्य अभावं भवति, अत्र लोपः भवति. पय ओदनः इति रूपं रूपद्वयं भवति. परन्तु अग्रे वदामि महोदय. यत्र पययोदनः तद् तदेव रूपं तत् तिष्ठति, परन्तु पय ओदन यदा वयं पश्यामः तत्र अकारः अस्ति, पय ओकारः अस्ति, संहिता अस्ति, अतः तत्र गुणकार्यं भवितुम् अर्हति. गुणकार्यस्य सूत्रमस्ति षष्ठ अध्याये. तत् सपादसप्ताध्याये सूत्रमस्ति. लोपः शाकल्यस्य अष्टम पूर्वत्रासिद्धम् इति तत्र अधिकारे भवति. अतः यत् पूर्वत्रासिद्धम् अधिकारे भवति तत् सपादसप्ताध्याये सूत्रं न पश्यति, अतः गुणकार्यं न भवति. गुणकार्यस्य तत्र अतो गुणः पश्यति पययोदन पयोदन अपि न पश्यति, पयस पयसोदन पयोदन किं पश्यति, पयसोदन पयोदन इदेवं पश्यति महोदय. एनिवे देट् देट् डजन्ट् सी दिस् श्लोकः शाकल्यस्य रूपम्. अतः शाकल्यस्य पय ओदन रूपस्य रूपे तत्र गुणकार्यं न भवति. पय ओदन इति प्रकृतिभावः भवति. पयोदन पय ओदन इति एकं रूपं, पययोदन इति भोभगोसूत्रेण अन्यत् रूपं. व्यस्तप्रयोगं पयसा ओदनः इति तृतीयरूपम्. अस्तु भगिनी, त्रीणि कार्याणि भगिनी, यु स्लैट्लि मेड् एरर् इस् रुहु सजुषो रुहु रुहु आदेश भवति. यु सेड् रुहु इस् नाट् एन् आदेश, रु इस् ओन्लि आदेश, रिसर्ग डजन्ट् गेट् आदेश. ओके, सो सजुषो रु रुहु ईवन् टु द सूत्र इस् रुहु इस् टु शो द षष्टि, ऐ मीन् द प्रथम विभक्ति. द आदेश इस् रु ओन्लि. सो अनुनासिक अनुनासिक उत्त रेफ उकार अनुनासिकयुक्त रेफ. सो अनुनासिक उकारस्य लोपं भवति लोप इत् भूत्वा, सो यु विल् गेट् ओन्लि रेफ एस् द आदेश. स्थाने रेफ आयाति. तदनन्तरं रेफस्य स्थाने रेफस्य विशेषणं किम् अस्ति, अवर्णपूर्वस्य रेफः अस्ति. इत्युक्ते रेफस्य पूर्वम् अवर्णम् अस्ति, अकारमस्ति, कृत्वा तस्य भो भगो अखो अपूर्वस्य रोः इति दिस् क्वालिफैस् दट्. तत्र रेफस्य यः यः अशीसंहितायां तत्र यकारस्य आदेशः भवति, नाट् यः. सो ओके, वेन् यु से आदेश यु शुड् नाट् यूस् द विसर्ग, य आदेशः भवति. And here, the one thing which we have to remember is akara yukta yakarasya adesha bhavati. Whereas what we are replacing is refa. Refasya sthane ya adesha bhavati. That ya has got a yakara plus akara, and that akara is not anunasika. Therefore, we say that ananunasika yakara. Okay. That is one thing which we have to remember. So, even though only one varna is getting adesha, the adesha has got two the alphabets, yakara akara. So that is why we get ru refa sthane ya adesha bhavati. That is the sutra se the difference. If it is only the varna ya is adesha, then it is not, it is not a, it is not that you cannot say it is ananunasika. So you said ananunasika is correct, but it is not ya adesha, it is akara yukta yakarasya adesha bhavati. I don't think so mahodaya. I think yakarasya adesha bhavati, akara yukta ya na bhavati. Kimartham chet, if it is akara yukta ha, it will be paya ya odana. Yeah, it won't be paya yodana. Yeah, so it has to be just yakara without the akara. Yeah, yakara vakara adeshah bhavati lopah, sorry, bhubhago sutra. Okay, so akara plus okara is what? No, yip Y plus O is what is called O, right? Akara plus Okara is what? Akara plus Okara would be O. A plus O will be Gunasandhi, right? There. Not Gunasandhi, Vriddhi Sandhi. What am I saying? A plus O would be O. A plus... Yeah. Yakara plus Okara would be Aukara. Yeah. also yaukara would be there if it is akara, if it is yakara with akara. Vriddhi this is yakara without akara, yeah. Vriddhi is ate, vriddhi rate ich, no? Vriddhi rate ich, yeah. So, Atra sutram vriddhi rechi bhavati. Vriddhi rate ich is the, yeah. अतः ओ यदा उषा भगिनी वदति तत्र यौ आगच्छति इफ् इट् इस् या ओके देन् हौ डू यू से अनुनासिक अननुनासिक इफ् इट् इस् अकार नास्ति चेत् Yakara also would be Anunasika or Anununasika. Yakara also has that property. Yeah. All the... The three, Yavara, all the... Yeah. Okay. But so it is Yakara Eva. No, no, Mahodaya. Rayaphan doesn't have Anunasika Yukta Rupam. Only Ya, Ya, Va, Va, La, La, Tadeva. Ya, Va, La. Yeah. Yava la, right. Parantu, but it's because yakara, of? Yakara desha hasti. Yeah. Yes, yes. That is it. There is no yaa. Right. Mm, right. Yakara, so, yakara. That is in the gunasanti, the sutram is adeng gunaha, no? Adguna sutra cannot see even sa sajusho ru. Yeah, it will only see pious bodhana. Pious. Yeah, it's only sees pious yodhana. Yeah. So Adguna is not seeing sa sajusho ru, nor bo bhago bo apurvasya, nor lopachakalasya. All the three cannot be seen. Yeah, Tripadi, all three of them. But Adguna doesn't happen because there only yakara comes, not no no sakara is there, pious odana. Sakara is there as a badagam in between, yeah, payasa odana. So in the prastha prayoga you cannot have a sandhi, and even in that prastha prayoga then only when the samasa sandhi comes the sa gets a tasa yushoru lobo bhagavo purvasya and lobashakalyasya. After that, Adguna cannot come because Tripathi, once the work is done, then you cannot go back to Sapada Sapadhyayi. Okay. So that is fine. Now we'll go to the Chaturthi Tatarthartha. Actually, this we have discussed, but for the repetition, again we have to go from here only. Here. Right. Asmin Sutre Chaturthi. Right? Or Shabagini, you have missed the class? Or you want to? I'm on, yes. Okay. Then you start from... I also missed the class. I came maybe a little late, but I attended the class. Okay. Then, Usha Bhagini, can you read from here? Chaturthi tadartartha balihita sukha rakshitaihi. Chaturthyantam subantam tadartha artha balihita sukha rakshitaityetaihi saha vikalpena samasyate. Tat purushascha samasaha bhavati. Tadartha chaturthyantam padam. चतुर्थ्यन्तपदस्य कृते यत् वस्तु अस्ति तद्वाचकपदेन सह समस्यते. चतुर्थ्यन्तं पदं चतुर्थ्यन्तपदस्य कृते यत् वस्तु अस्ति तद्वाचकपदेन सह समस्यते. तस्मै इदं तदर्थम् तदर्थः इति पदे तत् इति सर्वनामशब्दः पूर्वं यत् चतुर्थ्यन्तम् अस्ति तस्य एव सङ्केतं करोति. अतः तदर्थम् इत्युक्ते चतुर्थ्यन्तार्थम् इत्यर्थः. तदर्थेन प्रकृतिविकार दट् ऐ रिमेम्बर् तदर्थेन प्रकृतिविकारभावः समासः अयम् इष्यते अर्थात् तदर्थेन केवलं यत्र प्रकृतिविकृतिभावः भवति तत्र एव चतुर्थी तत्पुरुषसमासः भवति यथा कुण्डलम् आभरणं यथा कुण्डलं कर्तुमेव हिरण्यम् अस्ति हिरण्यं प्रकृतिः कुण्डलं तस्य विकृतिः अतः कुण्डलहिरण्यम् इति समासः कुण्डलहिरण्यम् इति समासः you explain up to that then okay. You can read the next because its subject is covered up to this okay why samasa चतुर्थी तत्कृतार्थेन चतुर्थी तदर्थार्थ बलिहित सुखरक्षितैः चतुर्थी इति समासविधायकसूत्रे प्रथमा विभक्तिः भवति सो चतुर्थी इति पदम् उपसर्जनं भवति पूर्वनिपात उपसर्जनसंज्ञा भूत्वा पूर्वनिपातं भवति सो चतुर्थ्यन्तं पदं चतुर्थ्यन्तं पदं तद्वाचकपदेन सह समस्यते ओके तद्वाचकपदेन यूपाय दारु ऐ रिमेम्बर् सो ऐ हाव् टु गो विद् भगिनि इट्स् वेरि सिम्पल् तदर्थः मीन्स् वाट् चतुर्थ्यन्तं पदम् इस् द मीनिङ्ग् okay here the mean like here kundalaya is a chandam padam right yeah so tadartha means tad is not thing kundala tad is kundalam okay tadarthaya means kundalaya yeah hiranyam yeah okay hiranyam now you got the meaning no yeah was the tadartha तद्वाचकपदेन सह समस्यते सो देर् आर् टु थिङ्ग्स् वन् इस् द रिसल्ट् विच् इस् काल्ड् द कुण्डलम् वन् इस् द कास् आर् वन् इस् द वट् यु काल् फ्रम् विच् इट् इस् फार्म्ड् दट् इस् वाट् इस् काल्ड् तदर्थ okay so prakriti is tadartha and vikriti is the tadvachaka pada okay right see tadarthi yatra prakriti vikriti bhava asti tadarthena prakriti vikara bhave samase ayam ishyate tadarthena means tadvachaka padena prakriti vikara bhavo samasa ayam ishyate arthat तदर्थेन केवलं यत्र प्रकृतिविकृतिभावः भवति तत्र चतुर्षसमासः भवति प्रकृतिविकृतिभावः चतुर्थी तत्पुरुषसमासः भवति सो कुण्डलाय हिरण्यं वेन् यु हेव् द थिङ्ग् तदर्थं मीन्स् कुण्डलाय इस् द तदर्थं कुण्डलाय इस् द तदर्थम् ओके या हिरण्यम् इस् सो हिरण्यम् इस् अ is a prakriti vikriti is kundalam right so hiranyam for what is hiranyam kundalaya okay right? that is the tadartha padam that is the tadartha tadartha okay for the sake of is kundalaya okay yes that is now you read from here tadartha artha balihita sukha artha balihita sukha rakshita एवं च चतुर्थ्यन्तं पदम् अर्थ बलिहित सुखरक्षित च रक्षित च इत्येतैः शब्दैः सह विकल्पेन समस्यते एवं च चतुर्थ्यन्तं पदम् अर्थ बलिहित सुखरक्षित च इत्येतैः शब्दैः सह विकल्पेन समस्यते ओके तदर्थञ्च अर्थञ्च बलिश्च हितं च सुखं च तेषाम् इतरेतरयोगद्वन्द्वः तदर्थार्थबलिहितसुखरक्षितानि तदर्थार्थबलिहितसुखरक्षितैः. See, there are how many words? One is the chaturthi is the prathama vibhakti asti. Then tadartha is one word, artha is another word, bali is another word, hita is another word, sukha is another word, rakshita is another word. Now artha, bali, hita, sukha, rakshita are separate words which again joins with the prachaturthi, the chaturthyantam sambandha. Only the issue is where we have the hello, 1 minute. சத்தமா கேட்கல, நான் கனெக்ஷன் போயிடுதான். got a special meaning, whereas artha, bali, hita, suga, rakshitai, out of that, artha is indicative of certain items, shabdartha, okay? Whereas bali, hita, suga, rakshitai are direct words which can be added for the chaturthi antam padam to form a chaturthi satpurusha samasa. So now we have got three categories. One is the independent words of bali, hita, sukha, rakshitai as one word. Artha is indicative of shabdartha, which is used for the shabdartha. And on the tadartha has got a special meaning of prakriti vikriti bhava. So tadartha is for prakriti vikriti. Artha is standing for Shabdartha. Beli, Hita, Sukha, Rakshitais are direct words which can be used for the Chaturthyantam Samasubandhena Saha. Okay. That is the total meaning of the Sutra. So Chaturthi Prathamantam, Tadarthartha, Beli, Hita, Sukha, Rakshitais, Tritiyantam, Dvipitamitam, Sutram. Then Anuvritti Sahita Sutram Patutu Bhagavan. Anuvritti Sahita Sutram Chaturthi सुप् तदर्थ अर्थ बलिहितसुखरक्षितैः सुब्भिः सह विभाषा तत्पुरुषः समासः चतुर्थी सुप् चतुर्थ्यन्तं पदं तदर्थ अर्थ बलिहितसुखरक्षितैः सुब्भिः ओके सह विभाषा तत्पुरुषसमासः भवति चतुर्थी सुप् लैक् कुण्डलाय देन् तदर्थ इस्त the word which is for kundalaya is indicating what? Hiranyam. Okay. Oh, tadartha I was thinking all this time kundalaya. Okay. No. Okay. Chaturthi tadartha means kundalaya what? Kundalaya what? Oh, kundalaya hiranyam. Okay. Okay. So that is right. Chaturthyantam subandham is kundalaya. Now kundalaya Kundalaya, Tat, Kundalaya, see, that is why when Tat is used, Sarvanama is used after a word, that Tat is indicative of the one. Of the previously mentioned one. Previously mentioned, whatever has been mentioned previously. It's being the Kundalaya, okay, right. So Tat means, Chaturthyantam Subandham Yat Tat Artham, Tat. And for that, what is whatever is indicative of the Subhadam. Oh, okay. Kundalaya means indicated by the word the Tata, and Kundalaya Artha Shabdam Artha. Is what? Is Hiranya. Okay. Right. Kundalaya Artha is the material there, then Artha is the Hiranyam there. Yeah. So it is very, very directly linked between the two words. Chaturthyantam Padan Subantam. And chaturthyanda, chaturthi padam, whatever is being indicated becomes the tat. And okay. For that, which is the artha for the chaturthyandam padam, then it becomes kundalaya hiranyam. Oh, okay, okay. Amodaya, I understand. Yeah, chaturthi sup tadartha. Then artha is a shabdartha and balihita sukarakshitaihi, independent words. Okay, right. They are the sups, then this. तदर्थः अस्मिन् सूत्रे तदर्थः इत्युक्ते चतुर्थ्यन्तार्थाय इत्यर्थः ओके ओके ओके चतुर्थ्यन्तार्थाय इत्यर्थः तस्मै इदं तदर्थम् अर्थात् चतुर्थ्यन्तार्थ यत् वस्तु अस्ति तत् तदर्थं भवति पूर्वपदे चतुर्थीविभक्त्यन्तः प्रत्ययः अस्ति इति कारणेन तदन्तं पदं चतुर्थ्यन्तं भवति चतुर्थ्यन्तपदं तादृशचतुर्थ्यन्तपदस्य कृते यत् वस्तु अस्ति तद्बोधकेन शब्देन सह चतुर्थीतत्पुरुषसमासः विकल्पेन भवति पूर्वपदं चतुर्थ्यन्तं पदम् उत्तरपदं चतुर्थ्यन्तार्थं यत् पदम् अस्ति तत् बोधकं पदं तत् बोधकं पदम् आम् आं महोदय या तात्पर्यमेवं यत् पूर्वपदं विकृतिः स्यात् उत्तरपदं प्रकृतिः स्यात् ओ या ओके बट् Now, any question? No, no, Maudia. It's tough for me to say it back again in this. But I understand. Yeah, avagatam, Maudia. Yeah. Gotcha. Chaturthyantam padam, chatursu subandam, purvanipadam bhutva, upasarjanam purvam, iti karnena purvanipadam bhavati, yata kundalaya, iti ya yupaya. All these things are chaturthyantam padam, which comes to purvanipadam. For manufacturing that, the vikaram, kasya vikaram bhutva tatem bhavati, tat artham chaturthi, tadrisha chaturthyartha padantam yat kritam vastu bhavati. Padam asti, tat bodhakam padam. So, kundalam is coming out of Hiranya, so Hiranya become the uttarapadam. Same way, upaya, prakriti, अस्ति यूपस्य प्रकृतिः अस्ति दारु सो यूपाय इति पूर्वपदं भवति चतुर्थ्यन्तं पदम् इति भूत्वा चतुर्थी इति प्रथमनिर्दिष्टमस्ति इति कृत्वा तस्य विकृतिः अस्ति दारु इति उत्तरपदं भवति इति कृत्वा यूपाय दारु इति उत्तरपदं दारु उत्तरपदं भवति तदेव तत्र धन्यवादः पुष्पा भगिनी पठति वा आं महोदय एकनिमिषः अस्तु तदर्थेन प्रकृतिप्रकृतिभावः एव गृह्यते बलिरक्षितग्रहणात् ज्ञापकात् चतुर्थी तदर्थार्थ बलिहितसुखरक्षितैः तदेव न आम् इति सूत्रे तदर्थः इति शब्देन प्रत्येकं तदर्थस्य ग्रहणम् अभीष्टं नास्ति अपि तु अभीष्टम् अभीष्टम् अपि तु प्रकृतिविकृतिभावरूपस्य तदर्थस्य एव ग्रहणम् इष्टम् ओ अभि अभि इष्टम् अस्तु अस्तु तदैव अभीष्टम् अस्य प्रमाणं किं परे अपि यदि यदि सर्वेषां तदर्थानां ग्रहणम् इष्यते पाणिनिना तर्हि तथा यूपाय यूपाय दारु यूपाय दारु इत्यत्र युपदारु दारु इति चतुर्थी तत्पुरुषसमासः भवति. तथैव भूतेभ्यः बलि इत्यर्थः इति इत्यत्र भूतबलिः कुबेराय बलिः इत्यत्र कुबेरबलिः गोभ्यः रक्षितम् इत्यत्र गोरक्षितम् इत्यादि समासाः सिद्धाः भवन्ति. एतानि सर्वाणि पदानि अपि तदर्थानि एव सन्ति खलु. एवं सति सूत्रे तदर्थः इति पदस्य उपस्थितिः अस्ति इति कृत्वा बलिः रक्षितः इत्यादीनि पदानि व्यर्थानि भूत्वा ज्ञापयन्ति यत् सूत्रे तदर्थः अस्ति. तदर्थः इति शब्देन सर्वेषां तदर्थानां ग्रहणं नास्ति, परन्तु केवलं प्रकृतिविकृतिभावः एव ग्राह्यः. यदि पाणिनिना सर्वेषां तदर्थानां ग्रहणम् इष्यते तर्हि तदर्थः इति उक्त्वा तत्पश्चात् बलिः रक्षितः इत्यादीनां पदानां पृथक् ग्रहणं न करोति स्म. परन्तु पाणिनिना बलिः रक्षितः इत्यादीनां पदानां पृथक् ग्रहणं कृत्वा ज्ञाप्यते यत् तदर्थः इत्यनेन केवलं प्रकृतिविकृतिभावस्य एव ग्रहणम् इति. अत्र चतुर्थी तदर्थार्थबलिहित सुखरहित रक्षितैः एतत् सूत्रं एते शब्देन प्रत्येकं तदर्थस्य इति ग्रहणं नास्ति, परन्तु तद् इष्टं नास्ति, तत्र इष्यते अपि तु प्रकृतिविकृतिभावः भावरूपस्य तदर्थस्य कारणात् रूपस्य कारणात् तदर्थस्य ग्रहणम् इष्टं तत्कारणात् एतद् सूत्रम् अस्ति इति. कथम् एतद् अस्ति इति वदनेन सर्वेषां तदर्थानां ग्रहणम् इष्यते पाणिनिना, तर्हि एकवारं पठित्वा विवरणं करोमि महोदय. यदि सर्वेषां तदर्थानां ग्रहणम् इष्यते पाणिनिना तर्हि यथा युपायदारु इत्यर्थ युपदारु इति चतुर्थी तत्पुरुषसमासः भवति. तथैव भूतेभ्यः एते सर्वे भूतबलि कुबेरबलिः गोरक्षितम् एते सर्वे चतुर्थी नास्ति चेत् ते सर्वे समासाः सिद्धाः भवन्ति. समासाः कथम् आगच्छति कुबेरबलि अवगतं वा भगिनि? सम्यक् न अवगतं. प्रकृतिविकृतिभावः आगच्छति इति इष्टम् अस्ति इति तद् अहं वदामि. अस्मिन् परिच्छेदे किम् अस्ति, कथं जानीमः तदर्थम् इति सूत्रे यत् पदं दत्तमस्ति तस्य प्रकृतिविकृतिभावम् इष्यते पाणिनिना इति अवलोकयति. अत्र प्रकृतिविकृतिभावम् इष्यते इति कथम् अवलोक जानाति इति चिन्तयति चेत् सूत्रे एव बलि सुख रक्षितै इति पदानि दत्तमस्ति, येन चतुर्थ्यन्तपदेन एव समासं भवति. बला कुबैराय बलि, भूताय बलि, गोभिरक्षितम् इत्येतादि पदानि चतुर्थ्यन्तं पदेन एव समस्यते. तत् अर्थमस्ति चेत् तत्र कुबेराय बलि इस् फार् कुबेराय, तदर्थम् इस् कमिङ्ग् नो द बलि इस् फार् किमर्थं कुबेराय, रैट्? भूताय बलि, बलि किमर्थं भूताय इति अर्थम् अस्ति. तत्र अर्थशब्देन कुबेराय, भूताय एतानि पदानि अवलोकयामः. किन्तु तदर्थम् इति किं पृथक् दत्तमस्ति इति पृच्छते सति, एवं सति सूत्रे तदर्थम् इति पदस्य उपस्थितिः अस्ति इति कृत्वा बलि सुख रक्षितै इत्यादि पदानि व्यर्थानि भूत्वा ज्ञापयन्ति. बिकास् द इण्डिपेण्डेण्ट् वर्ड्स् बलि सुख रक्षितै इस् सपरेट्लि गिवन् इन् द सूत्र, the word tadartha is not in the exactly in the same meaning as for the purpose of sukha rakshita bali, all of them there is a special meaning for tadartham, is what is a anumanam, is a resultant of an inference from the sutra. If we analyze the sutra, so there इति शब्देन सर्वेषां तदर्थानां ग्रहणं नास्ति. तदर्थ इति शब्देन सर्वेषां तदर्थानां ग्रहणं नास्ति. दट् इस् द मोस्ट् इम्पार्टेण्ट् पार्ट्. सो द वर्ड् तदर्थ इन् द सूत्र ईस् नाट् सेयिङ्ग् दट् सर्वेषां तदर्थानां शुड् नाट् बि यूस्ड् बिकास् अर्थ सुख बलि रक्षित हेस् बीन् सपरेट्लि गिवन् एण्ड् दर् इस् अनदर् वर्ड् तदर्थ आल्सो, परन्तु केवलं प्रकृतिभाव एव ग्राह्यते. बिकास् वि आर् हेविङ्ग् द रूपायदारु, यूपायदारु, कुण्डलाय, हिरण्यम् एतानि चतुर्थ्यन्तसमासपदम्. सो फ्रम् देट् वि केन् मेक् औट् देट् तदर्थम् ईस् इण्डिकेटिव् आफ् प्रकृतिविकृतिभाव एव. यदि पाणिना सर्वेषां तदर्थानां ग्रहणम् ईष्यते तर्हि तदर्थ इति उक्त्वा तत्पश्चात् बलि रक्षित इत्यादि पदानां पृथक् ग्रहणं न करोति स्म. इफ् यु हेड् इन् मैण्ड् तदर्थ टु इन् ईस् एन्केम्पास् एव्री वर्ड् आफ् तदर्थ फार् द चतुर्थ्यर्थ चतुर्थ्यन्तं पदस्य, देन् ही नीड् नाट् हेव् गिवन् द बलि रक्षित इत्यादि पदानि. बिकास् ही हेज़् गिवन् दीस् पदस् सपरेट्लि इन् द सूत्र इट्सेल्फ़, tadartha has a special meaning which is different from artha sukha lekshita bali sukha rakshita ityadi nam prithak grahanam iti eva tasya parichedasya artha. saramsha asti yat yatra prakriti hi vikriti hi jayate tatra eva tadartha chaturthi samasa bhavati na anyatra. यथा काष्ठरूपा प्रकृतितः दारुरूपा विकृतिः, तदर्थः इत्यनेन प्रकृतिविकृतिभाव एव ग्राह्य न तु सामान्य तदर्थता. सो दट् इन् द इफ् यु लुक् अट् दट् सूत्र अनुवृत्तिसहितसूत्र, चतुर्थी सुप् मीन्स् चतुर्थ्यन्तं सुबन्धम्. इट् केन् बि बलि और् कुबेराय or any of the words it can be there, and that is can be anvaya with artha bali hita sukha rakshitai, any of that depending upon the context. Whereas the word tadartha here is with a special in meaning of prakriti vikriti bhava, like hiranyam, kundalam, or daru, yupam, grihaya, daru, all those chaturthyantam padam. So that is what is the speciality of that sutra here. Now the example, Arunabhagini padati va? Yupaya daru. Sanyavada Pushpa Bhagini. महोदय नमस्ते महोदय क्षम्यतां महोदय पृच्छतु भगिनि क्षम्यतां महोदय ऐ बीन् मिसिङ्ग् क्लास् क्षम्यतां प्रकृति विकृति महोदय किञ्चित् विवृणोतु महोदय प्रकृति इस् द मूलवस्तु यस्य विकृति भूत्वा अन्यपदार्थं जन्यते फार् एक्साम्पल् गोल्ड् वेन् यु गोल्ड् इस् अ प्रकृति when the prakriti is converted into useful forms vikriti bhutva kundalam haram all those ornaments comes out of the gold so prakriti is gold and vikriti is ornaments so the tayo sambandham kimasti prakriti vikriti bhava so we can say that for the purpose of the ornaments the gold is used so कुण्डलाय हिरण्यम् इन् वि से दट् कुण्डलाय इस् अ चतुर्थ्यन्तं पदम् इन् इस् अ विकृतिपदम् एण्ड् द प्रकृतिपदम् इस् हिरण्यं सो हिरण्यपदम् इस् तदर्थं सो तदर्थं मीन्स् कुण्डलाय कुण्डलाय इत्यर्थं सो कुण्डलाय वाट् फार् कुण्डलं वाट् इफ् यु आस्क् अ क्वश्चन् यु विल् गेट् एन् आन्सर् हिरण्यम् So that is why the tadartha is indicating of prakriti vikriti bhava. In the sense, wherever the prakriti vikriti bhava happens, like, you know, for the pot, mud is there. For the furniture, wood is there. For the ornament, there is gold is there. For the tools, iron is there. So such prakriti vikriti bhava, wherever you see that, that in the sutra there is the word tadartha chaturthi tadartha then are the other words like artha bali hita suga rakshitai separate so if panini wanted only for the you know chaturthi padam to be used he need not have given the tadartha or at least he could have given tadartha chaturthi tadartha it could have been the sutra But having given the separate words, artha, bali, hita, sukha, rakshitai, is separately given, there should be a special meaning for the tadartha. Tadartha and the word tat in the sarvanama, in the tadartha, is indicating of the urva padam, which is chaturthyandam samasa, chaturthyandam padam. For that which is the artha means, which is the prakriti, or from the root material from which the for the chaturthyandam padam has been converted so chaturthyandam padam tadartham becomes kundalaya hiranyam is it clear now avagatam avadya dhanyavadam avadya avagatam okay aruna bhagini padu amhade namaste udaharanamatra dattam chaturthi tadartham balehita sukharachita hi sutra सूत्रस्य अवधानार्थं योपाय दारु योपदारु योपाय दारु विग्रहवाक्यं समस्तपदं योपदारु योपः साक्रिफिशियल् पोस्ट् नाम स्तम्भः दारु नाम काष्ठं स्तम्भार्थं काष्ठम् इत्यर्थः यागेषु यः स्तम्भः भवति सः काष्ठेन निर्मितः भवति अर्थात् स्तम्भार्थं यः वृक्षः तद्बोधकशब्दः दारु इति पदं चतुर्थ्यान्तार्थम् अस्ति अतः योपाय इति चतुर्थ्यान्तपदं दारु इत्यनेन सह विकल्पेन चतुर्थी तत्पुरुषसमासः भवति यतोहि अनयोः प्रकृतिविकृतभावः अस्ति दारु प्रकृतिः योपा विकृतिः अत्र उदाहरणं योपाय दारु योपदारु योपः इति साक्रिफिशियल् पोस्ट् तत् स्तम्भः दारु वस्तुतः दारु नाम योपा स्तम्भः अर्थः स्तम्भः दारु इति अकष्टम् स्तम्भार्थं काष्ठम् इति अर्थं तदेव चतुर्थी तदर्थम् यागेषु यः स्तम्भः भवति सः काष्ठनिर्मितः, अर्थात् स्तम्भार्थं यः वृक्षः तद्बोधकशब्दः दारु. दारु इति चतुर्थ्यन्तार्थम् अस्ति, अतः यूपाय इति चतुर्थान्तं पदं, दारु इति उत्तरपदं भवति, विकल्पेन चतुर्थी तत्पुरुषः भवति. अत्र यूपा दारु शब्दयोः मध्ये प्रकृतिविकृतिभावः अस्ति. दारु इति प्रकृतिः, यूपा इति विकृतिः. धन्यवादः. अत्र यूपा सी इन् द सेक्रिफिशियल् द यागास् दे यूस् टु टै ए पशु फार् द सेक्रिफिशियल् फोर् द पर्पस् आफ् द यू फार् द यागा. पशुम् आलभेद ईस् ए is a vidhi in the yaga. That means you should touch the pashu while offering something into the yaga yajna. So the ratyu ki pashum alabheda is part of the vidhi for the yaga. So with the left hand he will touch the pashu, and with the right hand he will offer the offerings into the yajna kunda. So pashum alabheda is a vidhi. For that the pashu has to be brought near and kept where, no? So for that there is a post which is kept in the yajna, very near to the yajna kunda. Now that sthanu or that stamba which is kept there is called a special name, by the name stupa. Only for the sacrificial purpose where the animal is being tied, only for that purpose what is the use of the wood is used, for that it has got a special word meaning yupaha. It anywhere else the same wood with the same stamba will not be called yupa. It is for the purpose of yupa a daru is used for that purpose, that is why yupaya daru. Now daru is any wood, and any wood which it can be converted into asanda, griha, iti etani, I mean different items it can be made. Now here chaturthi samasa padam is because of the yupa krite, yupa nirmana krite, ye whichever wood yad daru upayujyate tad tadartam bhavati, yupa krite tadartam bhavati daru इति कृत्वा तदर्थं भवति दारु. चतुर्थ्यन्तं पदं कस्य कृते, यूपाय इति पूर्वपदं चतुर्थ्यन्तं समस्तपदं समास कृते चतुर्थ्यन्तं सुबन्धं भवति यूपाय, तदर्थं दर्शयति दारु इति उत्तरपदम्. इति कृत्वा यूपाय दारु इति व्यस्तप्रयोगं समस्त रूपमस्ति यूपदारु इति विपरीतलोपानन्तरं, रैट्? तदर्थः अस्ति. बट् नौ वि आर् गोयिङ्ग् टु द अदर् सैड् आफ् द सूत्र. गोमती भगिनी पठति वा? पठामि महोदय. कारकप्रकरणे तादर्थे चतुर्थी विभक्तिः भवति इति पठितं स्यात्. तस्मिन् प्रसङ्गे तादर्थे चतुर्थी वाच्य इति वार्तिकं पठ्यते. चतुर्थी सम्प्रदाने इति सूत्रभाष्ये पठितम् एतत् वार्तिकं. तस्मै इदं तदर्थं, तदर्थस्य भावः तदर्थ्यं, क्षम्यतां, वार्तिकार्थः अस्ति तादर्थे चतुर्थी विभक्तिः भवति. अर्थात् यस्मिन् प्रयोजने इत्यस्मिन् अर्थे चतुर्थी विभक्तिः भवति. यत् वस्तु प्राप्तुं कोऽपि किमपि कार्यं करोति तत् तदर्थम् इति वदामः. वार्तिकेन उपकार्योपकारकभावसम्बन्धौ विवक्षितः. उपकार्यत्वं च बहुविधं जन्यत्वादि. कारकप्रकरणे बहूनि सूत्राणि सन्ति, तत्र चतुर्थीविभक्तिविषये सूत्राणि पठितम्, अहं न पठितवती. तस्मिन् प्रसङ्गे तादर्थे चतुर्थीवाच्या इति वार्तिकं पठ्यते. चतुर्थीसम्प्रदाने, हा चतुर्थीसम्प्रदाने इति सूत्रमस्ति, पाणिनीयसूत्रमस्ति चतुर्थीसम्प्रदाने. चतुर्थ्यर्थे सम्प्रदानार्थे चतुर्थी विभक्ति भवति इति अर्थः. सम्प्रदानार्थे चतुर्थी विभक्ति, अत्र एकं वार्तिकम् अस्ति तादर्थे चतुर्थीं वाच्य इति. तादर्थे इति एकं पदमस्ति, तत्र अपि चतुर्थी विभक्ति भवति इति वार्तिकं. तादर्थे इत्यस्य विवरणं दत्तम् अत्र. तस्मै इदं तदर्थं, तदर्थस्य भावः तादर्थ्यं, वार्तिकार्थः भवति तादर्थे चतुर्थी विभक्ति भवति. तस्मिन् प्रयोजने इत्यस्मिन् अर्थे चतुर्थी विभक्ति भवति. ओके, यत् वस्तु प्राप्तुं कोऽपि किमपि कार्यं करोति तत् तदर्थम् इति वदामः. अत्र यत् वस्तु प्राप्तुं अस्माभिः यूपस्य आवश्यकम्. न, this is the rest of the sutra he is coming to, so you cannot use upaya daru here. Okay, the other examples are kuberaya bali, bali kuberaya bali, bhutaya bali, that is the example which you should use it here. ओके, यत् वस्तु प्राप्तुं कोऽपि किमपि कार्यं करोति तत् तदर्थम् इति वदामः. वार्तिकेन उपकार्य उपकारकभावसम्बन्धो विवक्षितः, उपकार्यत्वं च बहुविधं जन्यत्वादि इत्युक्ते किं महोदय? फार् द क्रियेशन् आफ् फार् क्रियेटिङ्ग् समथिङ्ग् यु नो द रिसल्ट् रिसल्टेण्ट् फार् द रिसल्ट् अग्रे पठामि वा? देन् ऐ विल् अण्डर्स्टाण्ड् ऐ थिङ्क्. ओके, अग्रे पठतु. यथा मुक्तये हरिं भजति इति, मुक्तिं प्राप्तुं हरेः भजनं क्रियते. अत्र मुक्तिः प्रयोजनम् अस्ति, तदर्थमेव हरेः भजनं क्रियते. मुक्तिः उपकार्यम् अस्ति, हरिभजनम् उपकारकम्. तादर्थ्या भवति मुक्ति, मुक्त्यर्थं हरिभजनं क्रियते. अतः मुक्तिशब्दात् तादर्थ्ये चतुर्थी वाच्या इति वार्तिकेन चतुर्थी भूत्वा मुक्तये इति भवति वाक्यं भवति, मुक्तये हरिं भजति इति. तादर्थ्ये चतुर्थी, चतुर्थी समासविधानज्ञापकात् चतुर्थी. तादर्थ्ये चतुर्थी विभक्ति भवति, परन्तु चतुर्थी परन्तु चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः इति सूत्रे तदर्थेन प्रकृतिविकृतिभावः एव गृह्यते. यत्र यत्र तादर्थ्ये चतुर्थी भवति तत्र सर्वत्र चतुर्थी तत्पुरुषसमासः भवति इति नास्ति. तदर्थेन प्रकृतसूत्रे प्रकृतिविकृतिभावः एव इष्टः इत्यतः यत्र प्रकृतिविकृतिभावः भवति तत्रैव तदर्थे चतुर्थी तत्पुरुषसमासः भवति. परन्तु व्यस्तप्रयोगे तदर्थे सर्वत्र चतुर्थी विभक्ति भवति, तादर्थे चतुर्थीः वाच्या इति वार्तिकेन, अर्थात् यत्र प्रकृतिविकृतिभावः नास्ति तत्रापि चतुर्थी भवति व्यस्तप्रयोगे, परन्तु समासे प्रकृतिविकृतिभावः एव इष्टः. अस्तु, सूत्रे तदर्थ इति पदम् अस्ति. तदर्थ इत्युक्ते यत्र यत्र प्रकृतिविकृतिभावः भवति तदा एव समासः समस्तपदं समासः तत्पुरुषसमासः भवति. इति वदति. तस्य विवरणार्थम् उदाहरणं दत्तं, मुक्तये हरिं भजति. हरिं भजति किमर्थं? मुक्तये चतुर्थी विभक्ते उक्तं मुक्तये हरिं भजति. अत्र मुक्ति हरि भजति इति पदानि सन्ति, तत्र किमपि प्रकृति अविकृतिभावः नास्ति. मुक्तये यदा वयं भजामः तदा विकृतिभावः किमपि न भवति. अतः मुक्तये हरिं भजति इति सूत्रेण, पाणिनीयसूत्रेण तत्र चतुर्थी विभक्ति भवति. परन्तु वार्तिकं वदति तादर्थ्ये चतुर्थी वाच्य, यदा प्रकृतिविकृतिभावः भवति तदा तादर्थम् इति अर्थं स्वीकृत्य चतुर्थी विभक्ति प्रयोगः भवति. प्रकृतिविकृतिभावः नास्ति चेत् तत्र समासः न भवति. यदा कुण्डलाय हिरण्यं, तत्र हिरण्यम् इति प्रकृति अस्ति. प्रकृतेः किमपि परिवर्तनं भवति देन् ओन्लि कुण्डलं भवति. अतः तत्र विकृति वयं पश्यामः, तत्र समस्तपदं भवति. परन्तु मुक्तये हरिं भजति तत्र अपि प्रयोजनकार्यमेव भवति. हरिं भजति मुक्ति मुक्तिप्राप्त्यर्थं. तत्र चतुर्थी विभक्ति भवति एव सूत्रेण, परन्तु समस्तपदं न भवति. मुक्त ए भवति परन्तु मुक्तहरिः इति न भवति. ओके वा? ओके भगिनि, ऐ विल् एक्स्प्लेन् वन्स् मोर्. आदत्ते चतुर्थी वाच्य इति वार्तिकमस्ति अण्डर् द सूत्र चतुर्थी सम्प्रदाने. चतुर्थी सम्प्रदाने इद पाणिनीसूत्रम् अष्टाध्यायीसूत्रम्. अण्डर् दट् दर् इस् एस् वार्तिकं तादर्थ्ये चतुर्थी वाच्य. वाट् डस् दीस् टु इण्डिकेट् इस् दट् वेर् एवर् दर् इस् द रिलेशन्शिप् एस् फार् सम्थिङ्ग् यु नो, यत् यत् वस्तु प्राप्तुं कोऽपि किमपि कार्यं करोति चेत् तदर्थम् इति वदामः. सो दट् तदर्थं हियर् इन् दीस् टु कण्डीशन्स् तादर्थ्ये चतुर्थी वाच्य इन् द वार्तिक इस् इण्डिकेटिङ्ग् दट् यत् वस्तु प्राप्तुं, दिस् इस् जन्यत्वं, वस्तु प्राप्तुम् इस् जन्यत्वं. फार् दट् कोऽपि किमपि कार्यं करोति चेत् दट् बिकम्स् द you know, for the action for which this result is obtained. For example, muktaye harim bhajati. Now mukti is the janyatvadi, is the result. For the result kimabhi komabhi kajam karati bhajati is the kajam. Kim is harim bhajati, is the hari is the one for whom, for the mukti, Hari is being bhajat, is the one who is being propitiated. So tadarthye chaturthi means muktyarthe chaturthi, mukti sartho mukti become the chaturthyandartham, and harim bhajati becomes the karyam, kimapi karyam karoti. In all these conditions the samasa cannot take place unless that the word in place of Hari, if you have got Bali Sukha Rakshitai, Artha Bali Sukha Rakshitai, words are there, then only it can become a Chaturthi Satpurusha Samasa. But if it is words like Hari or any other word, like any other word, then even though there is a Chaturthyandam Padam in the Purva Padam, that cannot together become a samasa. Only if it is artha bali sukha rakshitai is coming, muktaye bali, then you can have mukta bali as a samasta padam. But if it is any other word like hari or any other word, but this is all chaturthyam tadartyam tadartham eva. So the kaadim kar is bhajati. forward, tadartyam muktaye, muktyartam is the meaning. So we have the conditions are they saying, one is the chaturthyantam padam is for something, and the second uttarapadam is any padam, then tadarthe tadarthe chaturthi vachya iti arthigena you get a sentence like muktaye harim bhajati. But if the purva padam and uttara padam has got a prakriti vikriti sambandha, then chaturthi tadartha, the second word tadartha is the word that comes into action. But if it is not prakriti vikriti bhava but upakari upakara sambandha, like bhutaya bali, kuberaya bali, that word should have either artha. See, in the prakriti, this thing, in the uttar, this thing, this artha, bali, hita, sukha, rakshita, if the five words are there in the uttarapadam, then the chaturthyantam subandham can become a samasa. But if it is any other word other than artha, bali, sukha, rakshitai, but upakara, upakara, bhavam asti chedavi, samastas, the padam cannot be made because of this sutra. So the sutra restricts very limited place is that either it should be prakriti vikriti bhava or upakara, upakarya bhava, but in the upakara, upakarya bhava, the uttara padam should be artha, bali, sita, sukha, rakshitai. Other than these words, then only the vartika will come into form where it says tadarthe chaturthi vachya, and you get only vyasta prayoga. Is the muktaye harim bhajati is the vyasta prayoga. That is the samshepa of the what we have covered till now. And Bhagini has given a sloka here. Asmin Raghuvamsham sloke tadartye chaturthi darshyate. Vachyam. For tadartye chaturthi is the vachyam. Tyagaya sambhridarthanam satyaya mirabhashinam yashase vijigvishunam prajayai grihamedinam. Now all these are chaturthyanda padam. Tyagaya satyaya yashase prajaya. Now, uttarapadam, if you look at it, sambradarthanam, midabhashinam, vijigushunam, grihavedinam. Now, these padartha, these words, even though the chaturthyandam, subandam, purvam asti chedabhi, uttarapadam is not coming under artha, bali, hita, sukha, rakshitai. Therefore, only the vartigam, tadartye chaturthi, idi vakya vartigena, chaturthyandam, or vyasta prayogam bhavati. That is the main part of it. Whereas in the case of upaya daru, which example which we studied, here prakriti vikriti is there between there. So therefore chaturthi tadartha is met because of the prakriti vikriti bhava. One is chubandam, we have a chaturthi iti pratama nirdishtam padam kim sujayati yupaya iti subandham padam sujayati. Daru or yupasya sambandham kimarti prakriti vikriti bhavam asti kritva tadartha iti padam darshayati. Iti kritva chaturthi tadartham iti sutrena yupaya daru becomes yupadaru. Whereas in the case of bhutaya bali, kuberaya bali, in this you will see the word bali is used, and then the purva padam is chaturthi andam padam, uttara padam is bali, uttara padam can be hitam, uttara padam can be sukha, uttara padam can be rakshitai. In all these things, only under these conditions you had a chaturthi tatpurusha samasaha. In all the other cases the vartikam will work, which is saying that tadarthe chaturthi iti vartikam eva kayam karoti. This is the main thing. Gitanjali Bhagini, avagatam va? Aam mahodaya, avagatam. Okay. Gomati Bhagini, any question? Ha, vartikena kevalam upakara upakarya bhavaha chaturthi प्रदाने इति सूत्रे यदा किमपि विकृति भवति तदा चतुर्थी सम्प्रदाने चतुर्थी भवति परन्तु समासः न भवति चतुर्थी तत् सत्यं प्रकृतिविकृतिभावम् अस्ति चेदपि उपकार उपकारसम्बन्धमस्ति चेदपि चतुर्थीसम्प्रदाने इति सूत्रेण व्यस्तप्रयोगं भवति फार् द पर्पस् आफ् समस्तपदं समासं कर्तुम् इच्छति चेत् तत्र प्रकृतिविकृतिभाव अस्ति चेत् चतुर्थी तदर्थम् इति पदद्वयस्य सूत्रे यत् पदद्वयं दत्तमस्ति तस्य प्रयोगं करोति अन्य अवस्थायाम् अर्थबलिहितसुखरक्षितै एवम् अस्ति चेत् एव समस्तपदं भवति ईवन् दो चतुर्थीपदं फोर् द युनो उपकार उपकारसम्बन्धम् ईस् बीङ्ग् शोन् बै चातुर्थी चतुर्थी आर् द चतुर्थी सम्प्रदाने in these two conditions only vyasta prayogam will happen. That is why this shloka from this Raghuvamsa is done. Then there is a famous saying, no, punyaya papaya parapidana. There also you will see that punyaya paraupakaram and papaya parapidanam. There also the Chaturthi Padam is there, Purva Padam. Uttara Padam is from the Upakara Upakara Bhavam, but Tadarthya Vachya iti Vartikena eva Tatra Samasa na Bhavari. Now, there is one more thing. Usha Bhagani Padati, va? Kutra Mohde, Samasta Padasya? समस्तपदस्य पूर्वमेव परिच्छेदमस्ति न ओके चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः इति सूत्रेण समासः क्रियते एकं द्रव्यम् अपरस्य द्रव्यस्य प्रयोजकं भवति दारु नाम काष्ठं यूपः नाम यज्ञस्तम्भः यज्ञार्थं स्तम्भः निर्मीयते काचित् प्रकृतिः भवति मूलपदार्थः तस्य विकारेण विकृतिः जायते यथा दारु एव प्रकृतिः यूप एव विकृतिः यतोहि दारोः प्रयोगेण यूपस्य निर्माणं भवति दारुयूपयोः मध्ये प्रकृतिविकृतिभावः अस्ति इत्यतः यूपदारु इति चतुर्थी तत्पुरुषसमासः भवति चतुर्थी भवान् उक्तवान् चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः इति सूत्रेण समासः क्रियते चतुर्थी तदर्थ इत्यनेन प्रकृतिविकृतिभावः एव सूचयति प्रकृतिविकृतिभाव अस्ति चेत् एव चतुर्थी तदर्थ इत्यनेन समासः क्रियते यूपदारु इति चर्चितम् अस्ति समस्तपदस्य प्रातिपदिकं यूपदारु इति भवति तत्पुरुषसमासे परवलिङ्गं द्वन्द्वतत्पुरुषयोः इति सूत्रेण परस्य यत् लिङ्गं तत् भवति दारु इति शब्दः नपुंसकलिङ्गे अस्ति इत्यतः समस्तपदस्य लिङ्गं नपुंसकलिङ्गे भवति अधुना यूपदारु इति प्रातिपदिकात् सुप्रत्ययः विधीयते यूपदारुयोगः सु समस्तपदं नपुंसकलिङ्गे अस्ति इति कारणेन स्वमोर्नपुंसकात् इति सूत्रेण सु अम् इत्यनयोः लुक् भवति अतः यूपदारु इति समस्तपदं निष्पन्नं भवति रूपाणि एवं भवन्ति यूपदारु समस्तपदं परवलिङ्गं द्वन्द्वतत्पुरुषयोः इत्यनेन दारु इति शब्दं परव उत्तरपदम् अस्ति उत्तरपदं नपुंसकलिङ्गम् अस्ति तदर् तत्कारणेन यूपदारु इति समस्तपदं नपुंसकलिङ्गं भवति. प्रातिपदिक यूपदारु इति प्रातिपदिकम् अस्ति. सो यूपदारु सम सुप्रत्ययः विधीयते पदनिर्माणार्थं सुप्रत्ययः विधीयते. यूपदारुयोगः सु औजस् इति सम इति पदम् अस्ति. यूपदारुयोगः सु औजस् यूपदारु यूपदारुणी यूपदारुणि यूपदारु यूपदारुणी यूपदारुणि यूपदारु यूपदारुणी यूपदारुणि यूपदारु यूपदारुणी यूपदारुणि. ओके, तृतीया विभक्तेः आरभ्य रूपाणि गुरु इति शब्दवत् भवन्ति. ओके, यूपदारुणा यूपदारुभ्यां यूपदारुभिः यूपदारुणे यूपदारुभ्यां यूपदा ऐ डिड् दट् इन् द क्लास् टु यूपदारुभ्य यूपदारुणा यूपदारुभ्यां यूपदारुभ्यः देन् यूपदारुणः यूपदारुभ्यां देन् यूपदारुभ्यः यूपदारुणः यूपदारुणोः यूपदारुणां यूपदारुणि यूपदारुणि यूपदारुणोः यूपदारुषु यूपदारुणे वा यूपदारौ वा गुरौ न यूपदारौ यूपदारौ गुरु गुरु शब्दवत् गुरौ. ओके, बट् यूपदारु द रेस्ट् आफ् देम् आर् रैट् रैट् यूपदा only in the daruni will come only in the prathama and dvitiya vibhakti. No, but tritiya vibhakti would all be upadaru upadaru guru like guru rupana upadaruna ha upadaruna right. Yeah, where the na comes will come, but yeah, I'm yeah. saying yeah where the guru guruna gurubhyam gurubhi there you will get no that now will yeah. come. Yeah, yeah. But Guru yeah. seventh Guru case will be, yeah, yeah. Rau, yeah. Saptami, Saptami, I mean, Shashti, Bhagavachanam also you will get the Nakara. Guru Naam. Yeah, yeah. Okay, so, Samor Napumsakat, that Sutrasya. Samor Napumsakat. Oh, yeah. Napumsakat Angat Su Am Ityanayoho Luk Bhavati. सुश्च अं तयोः इतरेतरद्वन्द्वः स्वमौ तयोः स्वमोः स्वमोः षष्ठ्यन्तं नपुंसकात् पञ्चमीयन्तं द्विपदमितं सूत्रं षट्भ्यो लुक् इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं नपुंसकात् अङ्गात् स्वमोः लुक् भवति. सु अम् इति प्रत्ययः प्रथमाविभक्तौ एकवचनं द्विवचनं प्रथमा न द्वितीया विभक्ति एकवचनं प्रथमाविभक्ति एकवचनं द्वितीया विभक्ति एकवचनं सु अम् इत्यनयोः लुक् भवति. नपुंसकात् अङ्गात् सु अम् इति लुक् भवति. ओके, पञ्चमी नपुंसकात् पञ्चमी नपुंसकात् पञ्चमी अङ्गात् परस्य प्रत्ययस्य एवम् अम् प्रत्ययस्य लुक् भवति. नपुंसक सुगन्धस्य निर्माणसमये अधिकारम् हेस् नाट् गिवन् यत् इट्स् सुगन्ध अधिकारम् पदस्य इति अधिकारमस्ति न धन्यवादस्य एण्ड् परश्च इस् स्टार्टिङ्ग् फ्रम् 3 to 7 इट् इस् गोयिङ्ग् आल् द वे ओ देट् इस् परश्च. Okay, I heard it as padasya. Okay, I also thought pada. No, yeah. the pratyaya is comes in the para, no? Yeah, pratyayah parascha is yatri, stati, tri. Right. As to any questions? Dhaniwad. If not, we'll stop here. We'll, because at the second example and then there are prakriti, vikriti, bhava, nasti, that has not been taken in that class. So we will wait for that. These examples also we'll be doing in the class today. Astu. If there is no questions, Prasthagayama. Dhaniwada. Gitanjali, please talk to with you something. So just hang on. Dhaniwada. Dhaniwada, Mahodaya. Dhaniwada. Dhaniwada, Mahodaya.